सर्वेभ्यः अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतं। जुहोत्यादिगणे अजन्तदातवः इति विषयः अनुवर्तते। तत्र उकारान्तदातवः हू धातोः विषये चर्चा जायमाना अस्ति। तर्हि हलादिपित्सु गुणः भवति, अजादिपित्सु अपि गुणः, अनन्तरम् एचोय वायावः। हलादि अपित्सु गुणनिषेधः, किमपि कार्यं नास्ति। अजादि अपित्सु तत्र अचिष्णुधातु ब्रुवं ज्योर् यङ् वङ्गौ इति सूत्रं प्रबाद्य हुष्णोः सार्वधातुके इत्यनेन तत्र यणादेशः भवति, यतोहि हुधातुः साक्षात् तस्मिन् सूत्रे उल्लेखितः इति कृत्वा यणादेशः भवति। तदनन्तरं तत्र लङ्लकारे सृजप्यस्य विदिप्यश्च इत्यनेन जुस्सादेशः भवति बहुवचने, प्रथमपुरुषे बहुवचने। अजुः योगः उः, तत्र अन्यत् सूत्रमस्ति जुसि च इति सूत्रमस्ति। अजादौ जुसि परे ईगन्ताङ्गस्य गुणः भवति, अतः अजुः योगः उः। अजुः इत्यत्र गुणः अजोः अजुः, अनन्तरम् एचवयवायवः अजुहावुः अजुहावुः इति रूपं लभ्यते। तदनन्तरं लोटी मध्यमपुरुषे एकवचने हुजल्भ्यो हेर्दिः इत्यनेन हिस्थाने धि आदेशः इति भवति इति। एतानि सूत्राणि सर्वाणि अस्माभिः दृष्टानि। तर्हि इदानीं साक्षात् रूपाणि वयं साधयामः हू धातोः। तत्र धृत्वानन्तरं हूः, तदनन्तरं किमस्ति कुहोश्चुः, अनन्तरम् अभ्यासे चर्च इति कृत्वा जुः रूपं लभ्यते, जुः इति अङ्गम्। तर्हि इदानीं लट्लकारस्य रूपाणि कः वदति? अत्र सरस्वती भगिनी वक्तुमिच्छति वा? एकनिमिषं भगिनि, हू धातु अस्ति न? तर्हि जुः अस्ति, तत्र किं वर्तते अङ्ग अभ्यासस्य कार्यात् अनन्तरं जुः भवति, तदनन्तरं जुः योग इति तत्र जु पित् अस्ति, अतः सार्वधातु पार्धधातुकयोः सर्वं वक्तव्यं वा? श्नु तत्सर्वम् अभवत् न वा? जुः वयं प्राप्तवन्तः, तदनन्तरं यदस्ति तत् केवलं गुणकार्यं भवति जुहोति। सूत्रं वदतु। सार्वधातु कार्धधातुकयोः इत्यनेन गुणं भूत्वा जुहोति भवति तत्र। तदनन्तरं तस् अस्ति, तः अस्ति, तदा अपि तस्ति सार्वधातुकम् अपि इत्यनेन नित्वत् कार्यं करोति, अतः किमपि कार्यम् अभूत्वा जुहु योग जुहुतः एव भवति। तदनन्तरमस्ति अति, तर्हि तत्र अति अस्ति, पुनः अपि भूत्वा गुण निषेधः अस्ति, अतः तत्र गुणकार्य सन्धिकार्यं भूत्वा जुभति भवति। उकार अकार केन सूत्रेण सन्धिकार्यम्? इकोयणचि अत्र विशिष्टसूत्रमस्ति खलु? जुसि च अपि एकनिमिष सामान्यतया सामान्यसूत्रं किम् अस्ति? सामान्यसूत्रं तु इकोयणचि, परन्तु तत्र अत्र अजादि पित्सु अस्ति, अतः अपित् अपित् अस्ति न, तर्हि अजादि अपि अस्ति, तर्हि अचिष्णुधातुभ्रुवां युवोर्यङ् वङ्गौ अस्य प्रबाद्य तत्र उष्णवोः सार्वधातुके एतत् सूर्यं एतत् सूत्रं कार्यं कृत्वा तत्र यणादेशः भूत्वा, तर्हि इकोयणचि तं प्रबाद्य अचिष्णुधातुभ्रुवां युवोर्यङ् वङ्गौ तं प्रबाद्य पुनः उष्णवोः सार्वधातुके पुनः यण् सन्धि एव भूत्वा तत्र यण् एव भूत्वा तत्र जुभति भवति। अस्तु, तर्हि इदानीं आं तर्हि प्रथमपुरुष बहुवचनम् अभवत्, पुनः जुहु योगसि तत्र पुनः पित् अस्ति अतः सार्वधातुकार्धधातुकयोः इत्यनेन गुणं भूत्वा जुहो सि आदेशप्रत्ययोः इत्यनेन जुहोषि भवति. द्विवचनं बहुवचने किमपि कार्यं नास्ति मध्यपुरुषे, अतः जुहुतः जुहुथ सार्वधातुकमपि अतः नित्वत् भूत्वा तत्र गुणनिषेधः भवति जुहुतः जुहुथ. पुनः मित् उत्तमपुरुषे एकवचने मि अस्ति तर्हि अत्र पुनः पित् अस्ति सार्वधातुकार्धधातुकयोः इत्यनेन गुणं भूत्वा जुहो मि भवति. बस् मस् पुनः सार्वधातुकमपि नित्वद् भूत्वा तत्र गुणनिषेधः भूत्वा जुहु वः जुहु मः. अस्तु, सम्यक् सम्यक् समीचीनं भगिनि, सम्यक् अस्ति, समीचीनं, धन्यवादः. इदानीं लोट् लकारः किं मीना भगिनी वदति वा? वदामि भगिनि, जुहु अङ्गं तस्मात् वा तस्मात् पूर्वं न वक्तव्यं किल, अत्र वयं जानीमः खलु, वक्तुम् इच्छति चेत् एकवारमेव वदतु, पुनः पुनः वक्तव्यम् इति न, एकवारं वदति चेत् पर्याप्तम्. हु भवति श्लौ इति सूत्रेण, जुहु भवति कुहोश्च, तदनन्तरं तु भवति हलादि पित् अस्ति तत्र कुहोश्युः इत्यनेन महाप्राणझकारः जुहु इति भवति, तदनन्तरं अभ्यासे चर्चा इति सूत्रेण जु भवति जुहो तु, तदनन्तरं तात् अन्यरूपमस्ति तत्र अपित् अस्ति जुहु तत्र तात् जुहुतात् जुहुताद् जुहुतात् अथवा जुहुतात् जलां जशोवन्ते इति सूत्रेण जुहुताद् भवति स मृदुकारः. तदनन्तरं तु ताम् अन्तु तं तत्र जुहु तं जुहुतं वर्णमेलनेव किमपि कार्यं नास्ति जुहुतं जुहुत. तदनन्तरं सिप् अस्ति तत्र हु हि अस्ति हु जल्प्योर् बहुवचने किम् बहुवचने कुत्र तु तं प्रथमपुरुष बहुवचने उक्तवती वा, किम् उक्तवती रूपं जुहुतं जुहुत किल, न प्रथमपुरुषे एकवचने तु तात् ताम् अतु जुहतु जुहुतु भगिनि जुहुति जुह्वतु केन सूत्रेण भूजल्भ्यो न न नास्ति तत्र केन सूत्रेण हुश्रुवोः तत्र एव किल सावधातके यन् भवति तत्र जुहोतु जुहुतात् जुहुतं जुहुताम् जुहुतां जुहुत जुह्वतु जुह्वतु जुह्वत न किं वदति अत्र मध्यमपुरुषे एकवचने हि इति प्रत्ययः अस्ति खलु मध्यमपुरुषे एकवचनस्ति हु हि भवति तत्र हु जल्भ्योर्हे दिः इति सूत्रेण हकारस्य धकारः भवति तदनन्तरं कुहोश्चुः अभ्यासे चर्चयसि जुः जुः जुः कुहोश्चुः अभ्यासे सर्वे एकवारं कृतम् इदानीं जुहु इति अङ्गं पुनः पुनः वक्तव्यम् इति नास्ति जुहु योगः धी कुजल्भ्यो जुहुधि एव भवति जुहुधि हि था तत्रापि तात् तत्र अपि अपि अस्ति जुहुतात् भवति जुहुतात् जुहुदा जलौ जशवन् जलां जशवन्ते इति सूत्रेण जुहुताद् भवति हि सन्त तत्र रूपं खलु जुहुतात् मामि वावसाने जुहुतात् जुहुतात् अथवा जुहिताद् किल रूपद्वयं देन् तं च जुहुतं जुहुत मध्यमपुरुषे तत्र कार्यं नास्ति किमपि कार्यं नास्ति आनियाव आम तत्र पित्वं भवति आड् उत्तमस्य पिच्छति सूत्रेण जुहु आनि ज तत्र पित् भवति आड् उत्तमस्य जुहो कुहोश्चुः जुकारः किमर्थं कुहोश्चुः इति पुनः पुनः वदति जुहु इति अङ्गम् आनि इति प्रत्ययः तत्र सार्वधात्कार्थदात्कयोः सूत्रेण जुहो आनि तदनन्तरम् एचो यावः इति जुह्वानि जुह जुह्वानि न जुहवा न जुहवानि तत्र चिष्णु दातु इति कार्यं न करोति किमर्थम् इति चेत् पित् भवति तत् तत् कार्यम् अपित् एव भवति तदनन्तरम् आनि आव आम आनि कृतम् आव आम जुहवाव जुहवाम सम्यक् सम्यक् सम्यक् अस्तु धन्यवादः इदानीं लङ्लकारे लक्ष्मी भगिनी वदतु आं भगिनि वदिष्यामि लङ्लकारे ताम् उः इति प्रथमपुरुषप्रत्ययः तर्हि जुः इति अङ्गम् अत्र अडागमः अपि भूत्वा अजुः इति अङ्गम् अजुः योगात् सार्वधातुकार्थधातुकयोः गुणकार्यम् अजुहोत् जलं चषन्ते अजुहोद् वावसाने अजुहोत् रूपद्वयम् अन्ततो गत्वा अजुहोत् अजुहोद् इति ताम् इति तु हलादि अपित् अस्ति किमपि कार्यं नास्ति अजुः योगताम् अजुहुताम् अजुः योग उः अत्र सिजभ्यस्तविधिभ्यश्च इत्यनेन जीस्थाने उः आदेशः तर्हि अजुः योग उः इत्यत्र यद्यपि गुणकार्यं न भवति अत्र विशिष्टसूत्रेण गुणकार्यं सम्भवति जुसि च इति सूत्रेण तर्हि जुः अजुः इत्यस्य अजुहो अजुहो योग उः अत्र पुनः अजुहो योग उः अत्र यचोयवायावः अजुहुः इति अन्तिमरूपम् मध्यमपुरुषप्रत्ययपरेषु स तं ता इति अजुः योग स अजुहोः अजुः योगतम् अजुहुतम् अजुः योगत अजुहुत अं वा मा इति उत्तमपुरुषप्रसिद्धतिङ्प्रत्ययः अजुः योग अं सार्वधातुकार्थधातुकयोः अजुहो यचोयवायावः अजुहवम् अजुः योग वा अजुहु वा अजुहुम केवलं वर्णमेलनं सम्यक् सम्यक् अस्तु विधिलिङ्ग् लकारे अरुणा भगिनी वदति वा विधिलिङ्ग् लकारे जुहु इति अङ्गमस्ति केवलं वर्णमेलने एव इति जुहुयात् अजुहुयात् जुहुयातां जुहुयुः जुहुयाः जुहुयातं जुहुयात जुषुयां जुष्याव जुष्याम सम्यक् सम्यक् समीचीनं धन्यवादः भवती सम्यक् अस्ति तर्हि इदानीम् अग्रे गच्छामः भगिनी अरुणा भगिनी भवतेव पठतु ऋकारान्तदातवः आं भगिनि ऋकारान्तदातवः पञ्चदातवः पञ्च जुकारान्तदातवः सन्ति डुब्रिङ् धारणपोषणयोः धातुभ्रू अस्ति सृघतौ भ्रु शरणादित्यो तस्य कारणे स्वस्य कारणे रुगतौ च अभ्य तत्र दत्त ऋकारदः पञ्चदातवः भ्रू ृ दधातवः अभ्यासकार्यं सामान्यतया ऋकारान्तधातूनां अभ्यासे उरत् इत्यनेन अत्वम् उरन् रपरः इत्येन रपरत्वं हलादिशेषः इत्यनेन रेफलोपो भवति परन्तु स्वपदे नाम युहत्यादिगणे येषां पञ्चानामपि धातूनां विशिष्ट अभ्यासकार्यं भवति येन उरत् बाध्यते प्रथमं द्वित्वकार्याणि अर्थं दत्तं ऋकारान्तधातूनां सामान्यसूत्राणि उरत्र अकारान्त तदनन्तरं वर्णपरः इत्यनेन रेफा आगत्य से अलादिशेन परन्तु त्रीणि सूत्राणि न कार्यं करोति विशिष्टसूत्राणि अस्ति उरत् प्रभाद्य डु ब्रुङ् धातुः ब्रुङ् इत्यनेन अभ्यासस्य एकार आदेशः भवति आदेशः अनेन उरत् इति सामान्य अभ्यासकार्यं बाध्यते भ्रु दृष्टं भवति भ्रु भ्रु अभ्यासे चर्चेन भ्रु भ्रु तत्रूपं दृष्टम् अभ्यासकार्यं च गुणः भवति भगिनि प्रो भवति अत्र केवलं द्वित्वकार्यमेव परिशीलयतु ब्रियामित् इत्यनेन अभ्यासस्य ईकारादेशः द्वित्वकार्यं परिशीलयतु एकवारं ब्रु ब्रु ब्रूयामित् सूत्रेण अभ्यासस्य ईकार सो इति भवति बृ इत्यस्य ऋकारस्य स्थाने इकारादेशः अभ्यासे चर्चा अपि भवति बिब्रु सम्यक् सम्यक् समीचीनं धन्यवादः तर्हि सामान्यतया उरत् इत्यस्य कार्यं भवति परन्तु अत्र विशिष्ट अभ्यासकार्यं भवति जुहोत्यादिगणे इदानीं सूत्रं पठामः अत्र शोभा भगिनी पठति वा आं भगिनि इदानीं तत्र बहुलं छन्दसि इति आरभ्य खलु न ब्रियामित् इति सूत्रम् अस्तु भ्रुवामित् इति सूत्रं भ्रुवि माङ् ओहाङ्ग् इत्येषां धातूनाम् अभ्यासस्य ह्रस्वः इकारादेशः भवति स्लौ परे अलोन्तस्य इत्यनेन अभ्यासान्तस्य वर्णस्य स्थाने इदादेशः न तु अभ्यासस्य पूर्णस्य ध्रुवां षष्ठ्यन्तम् इत् प्रथमान्तं द्विपदमिदं सूत्रं निजां त्रयाणां गुणः श्लौ इत्यस्मात् त्रयाणां श्लौ इत्यनयोः अनुवृत्तिः अत्र लोपोऽभ्यासस्य इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं ध्रुवां त्रयाणाम् अङ्गस्य अभ्यासस्य इत् श्लौ इति तत्र भ्रूधातुः मा धातुः भ्रू इत्यस्य भ्रू धातुः माङ् इत्यस्य मा धातुः ओहाङ् इत्यस्य हा इति धातुः एतेषाम् अभ्यासस्य ह्रस्वः इकारादेशः भवति श्लौपरे अलो इत्युक्ते तत्र अस्तु अलोन्तस्य इत्यनेन एतत् जानीमः वर्ण किं तत्र अभ्यासान्तस्य वर्णस्य स्थाने एव इत् इति आदेशः भवति ह्रस्व इकार आदेशः यः भवति तत्र अलोन्तस्य इत्यनेन वर्णस् अन्त्यस्य वर्णस्य स्थाने इति भ्रुवां तत्र भ्रुवाम् इति षष्ठ्यन्तम् अनुवृत्तिसहितसूत्रं पश्यामः चेत् भ्रुवाम् इति षष्ठ्यन्तम् इति अस्ति तस्मिन् एव प्रथमान्तम् अस्ति अपि च तत्र अनुवृत्तिः निजां त्रयाणां गुणः श्लौ इत्यनेन त्रयाणाम् अपि श्लौ इति स्वीकृतम् अपि च अत्र लोपोऽभ्यासस्य इत्यनेन अभ्यासस्य इति स्वीकृतम् अङ्गस्य इत्यस्य अधिकारः तत्र ध्रुवाम् इत्युक्ते एतेषां त्रयाणां धातूनां भ्रुवां त्रयाणाम् अङ्गस्य अभ्यासस्य इत् भवति श्लौ इति तत्र अग्रे तत्र पठनीयं वा भगिनि किन्तु वेदे इति अस्ति वेदे ऋकारान्तधातवः भ्रुवं वित् इति पूर्वमपि दृष्टमासीत् अस्माभिः ब्रियामित् इति सूत्रमस्ति इति इदानीं ब्रियामित् आधारेण तत्र द्वित्वकार्ये कथं भवति उरत् इत्यस्य स्थाने ब्रियामित् इति भवति यदि ब्रियामित् इति सूत्रं नास्ति चेत् तदा द्वित्वं भवति चेत् किं रूपं लभ्यते तत्र इत्युक्ते अभ्यासस्य ह्रस्व इकारादेशः भवति भ्रुवम् इत्यनेन तत्र किं माङ् ओह मा धातुः हा धातुः भ्रू धातुः तत्र पूर्वं दृष्टवन्तः भ्रुवम् इति नास्ति चेत् इत्युक्ते तत्र उरत् इत्यस्य बाधा भवेत् खलु भगिनी भ्रुवम् इत्यनेन अभ्यासस्य इकारादेशः भवति यदा भ्रुवं मित् इति विशिष्टसूत्रम् एतेषां त्रयाणां धातूनां कृते इकारादेशः भवति अनेन उरत् इत्यस्य बाधा भवति सामान्य अभ्यासकार्यस्य बाधा भवति ब्रियामित् इति नास्ति चेत् किं भवेत् नास्ति चेत् तत्र उरत् इति आगच्छति तर्हि अस्तु भ्रू इति स्वीकुर्मः चेत् भ्रू भ्रू इति भवति अभ्यासस्य इकारादेशः इत्युक्ते तत्र भ्रू भ्रू इति एव तिष्ठति इदं सूत्रं नास्ति चेत् न तर्हि उरत् इत्यस्य किं कार्यम् इति वक्तव्यं तावदेव उरत् इत्यस्य अस्तु तत्र उरत् इत्युक्ते उहु इति उ इति उरण् रपरः इत्यनेन किं किञ्चित् न ऋकारस्य उहु इत्युक्ते ऋकारः ऋकारस्य स्थाने अत् आदेशः भवति अत् इत्यत्र केवलं तकारः तपरकरणम् अ इति उहु अत् खलु विस्मृतं क्षम्यताम् उहु अत् इति भवति किन्तु इदानीं उ नास्ति इति एव तत्र खलु भगिनि उ नास्ति इति कृत्वा न पश्यतु भृ भृ इति द्वित्वं भृ भृ इति द्वित्वम् इदानीं ऋकारस्य स्थाने अत् आदेशः ऋकारस्य स्थाने अकारादेशः ब भ अर् भर् उरण्ड्रपरः बर् भृ हलादिशेषः इत्यनेन रेपः गच्छति भ भृ अभ्यासे चर्चा इत्यनेन ब ब भृ अल्पप्राणत्वं ब भृ इति भवति इति भवेत् भवेत् परन्तु ब्रियामित् इति अस्ति इति कृत्वा तादृशरूपं न लभते बब्र बिब्र इति भवति बिब्र अस्तु अस्तु अस्तु आम् आम् अस्तु समीचीनम् इदानीम् अग्रे गच्छामः तर्हि किं सूर्यकुमारी भगिनी अग्रे पठति वा भगिनि वेदे ऋकारान्तदातवः चतुर्धातवः सन्ति सृ दृ क्षम्यतां सृ गृ हुरु ऋच इत्येते धातवः छान्दसाः इत्युक्तौ वेदे प्रयुज्यन्ते अतः बहुलं छन्दसि इत्यनेन सूत्रेण अभ्यासस्य इत्वं गृ धातु दत्वानन्तरं जिघ्रु भवति हृ जिह्रु भवति रु ईरु भवति ईरु वेदे एव ते धातवः उपयुज्यते सृ गृ हृ रु बहुलं छन्दसि इत्यनेन अभ्यासस्य वृणामित्यनेन इत्त्वं भवति गृ रूपं जिग् गृरूपं जिग्रु भवति हृरूपं जिह्रु भवति रुरूपम् ईरु भवति अग्रे पठामि वा भगिनि बहुलं छन्दसि सूत्रम् आमां पठतु बहुलं छन्दसि छन्दसि विषये अभ्यासस्य स्लौ बहुलम् इकारादेशो भवति वेदगतधातूनां सामान्यसूत्रम् अनेन सूत्रेण कस्यचिदपि धातोः नाम्ना सङ्केतो न दत्तः सर्वेषां वेदगतधातूनाम् अभ्यासस्य इकारादेशः स्लौ पदे बहुलं छन्दसि इति सूत्रे छन्दसि विषये अभ्यासस्य स्लौ बहुलम् इत्यनेन इकारादेशो भवति किमपि धातु अस्ति वेदगतधातूनां कीदृशधातु इति सङ्केतः न दत्तः सर्वेषां वेदगतधातूनाम् अभ्यास अत्र ऋकारान्तदातवः वेदे ये ऋकारान्तदातवः सन्ति अत्र उक्तं खलु सृ गृ हृ रु च आम् आम् तदर्थं सर्वेषां ऋकारान्तधातूनाम् उक्तानि धातूनाम् अभ्यासस्य इकारादेशः स्लौ परे न एकं स्वीकृत्य प्रतिपादयतु किं भवति रूपम् सृ धातुः द्वित्वं सृधातुः द्वित्वं सुसृ तदनन्तरं इकारादेश बहुलं छन्दसि इत्यनेन इकारादेश भवति रुस्थाने सिसृ भवति एवमेव गीगृ जिगृ क्षम्यतां जिगृ हि धातु जिह्रु ऋ धातु ई प्रथम ऋकार ऋस्थाने ई भवति ई योगः रु तत्र इको एनचि इत्यनेन न हृ हृ धातोः किं भवति हृ हृ तत्र खुहो चुहु इत्यनेन जिह्रु भवति, बेसे चेति इत्यनेन जिह्रु भवति. रु धातु रुरु भवति द्वित्वं, प्रथमद्वित्वं इकारादेश भवति, ईरु भवति, ईरु ईरु तत्र इकारपरः ईरु इति भवति. इदानीम् अत्र भिन्नसूत्रमस्ति, तत् पश्यामः अनन्तरम्. ओके, अभ्यासस्य सवर्णे इति सूत्रमस्ति, तदग्रे पठामः तत्र किं भवति इति. तर्हि समीचीनम्. अस्तु भगिनि, धन्यवादः. अग्रे उषा भगिनी पठति वा? अस्तु भगिनि, नमस्कारः भगिनि. नमस्कारः. लोके ऋ धातुः, ऋ तु लोके अपि प्रयुज्यते. तत्र अर्तिपिपर्त्योश्च इत्यनेन अभ्यासस्य इत्वं भवति, अभ्यासस्य इत्वं भवति. तदा अभ्यासस्य असवर्णे इत्यनेन अभ्यासस्य ईवर्णस्य इयङ् आदेशः. ऋ इति लोके अपि प्रयुज्यते. तत्र अर्तिपिपर्त्योश्च इति सूत्रमस्ति, तत् सूत्रेण अभ्यासस्य इत्वं भवति. अभ्यासः इत्युक्ते प्रथम ऋ इत्यस्य अभ्यासस्य इत्वं भवति, इकारः भवति. तदा अभ्यासस्य असवर्णे इत्यनेन अभ्यासस्य इवर्णस्य इयङ् आदेशः. इ इति इ यकार इय भवति, इय अण्ड् देन् इय ऋ, सो इर् ऐ गेस् इयङ् इति इकार यकार इकार यकार अकार भगिनि इयङ् इयङ् इकार यकार अकार इति मम चिन्तनम्. अग्रे पठामि आमाम्, अग्रे पठतु. अभ्यासस्य ईवर्णस्य इयङ् आदेशः, इय इति आदेशः, अकारः उच्चारणार्थः, नकारः इत्सञ्ज्ञकः. ओ ओके, दत्व ईर् इति पूर्वं दृष्टम् अस्तु. ऋ इति ऋ इति धातु श्लौ इत्यनेन द्वित्वं भवति, ऋ इति भवति. अर्तिपिपर्त्योश्च इत्यनेन अभ्यासस्य इत्वं भवति. अभ्यासस्य इति प्रथम ऋकारः, प्रथम ऋकारस्य स्थाने अभ्यासस्य इत्वं भवति. ऋकारस्य स्थाने इ इति भवति, इ ऋ इति अस्ति. उरण्ड्रपरः इत्यनेन अण्ड्रपरः सदा अस्ति इत्यनेन इर् इकार रेप इकार इर् ऋ इति भवति. हलादिशेषः इत्यनेन हलः लोपः, हलः लोपः इत्यनेन ऋकारस्य लोपः. अनन्तरम् अभ्यासस्य असवर्णे इत्यनेन अभ्यासस्य इवर्णस्य इयङ् आदेशः. इति प्रथम अभ्यासस्य असवर्णे इत्यनेन अभ्यासः प्रथम इकारः अस्ति. इकारस्य स्थाने इकार यकारः भवति. इकार यकार अनन्तरं ऋ धातु अस्ति, धातु इत्यनेन इ ऋ इति भवति. अस्तु भगिनि, ऋ इति अस्ति. ऋ धातु श्लौ इत्यनेन द्वित्वं भवति, ऋ अर्तिपिपर्त्योश्च इति सूत्रम् अस्ति. तत् सूत्रेण अभ्यासस्य इत्वम्, अभ्यासस्य प्रथम ऋकारस्य इत्वं भवति. इ ऋ भवति, उरण्ड्रपरः इर् ऋ भवति. इ इति इर् इकार रेप भवति. इर् अनन् धातु अस्ति, ऋकारः हलादिशेषः, ऋकारस्य लोपः. अभ्यासस्य असवर्णे इत्यनेन अभ्यासस्य इवर्णस्य इयङ् आदेशः इर्. सो अभ्यासस्य असवर्णे 6-4 अस्तु. अर्तिपिपर्त्योश्च 7-4 अस्तु. बहुळं चन्द्रसि अर्तिपिपर्त्योश्च इति पठतु एकवारम्. अस्तु भगिनि, तत्पूर्वं निजां त्रयाणां गुणः अत्र त्रयाणां भृङ्याम् इत् अत्र भ्रीं दातु, माङ् दातु, ओहाङ् दातु सूत्रात् न वयं ज्ञातुं शक्नुमः खलु. सूत्रात् भ्रियाम् इत् सो निजां त्रयाणां गुणः इत्यस्मात् त्रयाणाम् इति अस्ति, त्रयाणां सो निजाम् इति गणः वा एकः गणः वा? निजाम् इति तु गणः. अस्तु अस्तु. ब्रियामित् इत्यत्र ब्रियादीनां ब्रियादयः इति कश्चन गणः इति एकवारम् इदानीम् अहं पश्यामि. गणः नास्ति भगिनी बहुशः, केवलं धातवः त्रयः एवम् अस्ति. किं गणः अस्ति किम् इदानीम् इत्युक्ते तत्र धातुपटे ब्रियः इति अस्ति खलु धातुः, तत्र तस्य अनन्तरं तु हृ दृ इति अस्ति. तर्हि तत्र त्रयाणाम् इत्यनेन धातुपटे एव तेषाम् उल्लेखः स्यात् खलु, यतोहि निजां त्रयाणां गुणः इत्यत्र तु तत्र निज् विज् इति एते दातवः तत्र निज् किमस्ति निज् विज् विस् इति त्रयः दातवः. ब्रियादीनाम् इत्यनेन तत्र ब्रिय माङ् ओहाङ् येषां त्रयाणाम् अभ्यासस्य, तर्हि अत्र गणः अस्ति वा नो चेत् इत्युक्ते धातुपटे वयं पश्यामः चेत् एतेषाम् उल्लेखः नास्ति. ब्रिय इति दातुः खलु ब्रिय ब्रिय इति तत्र जुहोत्यादिगणे डुब्रिय इति दातुः खलु तत्र तस्य अनन्तरं वयं पश्यामः चेत् माहा इति अस्ति. सूत्रे तत्र विवरणं दत्तमस्ति कुत्र न्यासः अस्ति तत्र धातुपाठे 1087 अस्ति डुब्रुयि, माङ् माने 1088 तथा उहां गतौ 1089 एवं क्रमेण आगच्छन्ति, अतः त्रयाणां धातूनां कृते अस्ति इति दत्तम्. आमां समीचीनं, तत्र गणः अस्ति वा इति मम संशयः अस्ति. ब्रिया इति प्रायः गणः नास्ति. निज् इत्यत्र निजाम् इत्यत्र तत्रापि एवमेव अस्ति इति भाति. निज् इति धातुः ततः अग्रे निज् इत्यत्र पश्यामः विज् विश् तत्रापि धातुपाठे एव निजां त्रयाणाम् इत्यत्र धातुपाठे निज् विच् विज् विश् इति अग्रे ये दातवः एवमेव अत्रापि. अस्तु भगिनि सूत्रं पठतु. अस्तु भगिनि अर्तिपिपर्त्योश्च ऋ धातोः पृ धातोः च अभ्यासस्य अन्त्यवर्णस्य ह्रस्व इकारादेशः भवति श्लौपरे. ऋ धातोः पृ धातोः च अभ्यासस्य अन्त्यवर्णस्य ह्रस्व इकारादेशः भवति श्लौपरे. अनेन सूत्रेण ऋ पृ धातोः अभ्यासस्य ईत्वं भवति श्लौपरे. इक्स्तिपौ धातु ईत्वं भवति इति न इत्वम् ईत्वम् आम् भगति ईत्वं नास्ति इत्वम् ईत्वम् ओके ओ तदेव उक्तवती इति मम चिन्तनम् अस्तु. ईत्वं न तु ईत्वम् ई इति मा वदतु ईत्वम्. अस्तु भगिनि अनेन सूत्रेण ऋ पृ धात्वोः अभ्यासस्य इत्वं भवति श्लौ. इक्ष्टिपौ धातुनिर्देशे इति वक्तव्यं वार्तिकम् अस्ति इति वार्तिकेन ऋ इति अर्ति इति सूत्रे उक्तं, पृ इति पिपर्ति द्वौ अपि सुबन्तौ अर्ति पिपर्ति इति सुबन्तपदम्. अलोन्तस्य इत्यनेन अभ्यासान्तस्य वर्णस्य स्थाने इत् आदेशः, न तु अभ्यासस्य पूर्णस्य अस्तु अर्तिश्च पिपर्तिश्च तयोः इतरेतरद्वन्द्वः अर्तिपिपर्ति तयोः अर्तिपिपर्त्योः अर्तिपिपर्त्योः षष्ट्यन्तं च अव्ययपदम् द्विपदमिदं सूत्रम् अत्र लोपोऽभ्यासस्य इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः भ्याम् इत् इत्यस्मात् इत् इत्यस्य अनुवृत्तिः निजान्त्रयाणां गुणः श्लौ इत्यस्मात् श्लौ इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अर्तिपिपर्त्योः च अङ्गस्य अभ्यासस्य इत् श्लौ अर्तिपिपर्त्योश्च इति सूत्रमस्ति तत्सूत्रं वदति ऋ धातोः पृ धातोः द्वयोः अपि सूत्रे उल्लेखितं भवति ऋ धातोः पृ धातोः च अभ्यासस्य अन्त्यवर्णस्य ह्रस्व इकारादेशः भवति श्लौ परे श्लौ इति अनुवृत्तसहितसूत्रे अस्ति श्लौ इत्यनेन प्रथमं द्वित्वं भवति ऋ ऋ भवति अनन्तरं ऋ प्रथम ऋकारः अभ्यासस्य अन्त्यवर्णस्य सो ऋ स्थाने इकार आदेशः ह्रस्व इकार आदेशः भवति अनेन सूत्रेण ऋ पृ धात्वोः अभ्यासस्य इत्वं भवति सूत्रे अर्तिपिपर्त्योश्च इति इक्ष्टिपौ धातुनिर्देशे इति वक्तव्यम् इति वार्तिकेन ऋ स्थाने ऋ इति सूत्रे उल्लेखितं भवति अर्ति इति पृ धातोः सूचितं भवति पिपर्ति इत्यनेन तस्य ष्टिपौ इति अस्ति इत्यनेन गुणं भूत्वा ऋ इति अर्थी भवति पृ इति पृ दीर्घ ऋकार ऋ दीर्घ ऋकारः दीर्घ सो वाट् इस् दट् सूत्र इकः अरीकः संथिङ्ग् लैक् दट् 7-1-100 ऐ थिङ्क् न किं पृ पृ पृ इति अस्ति खलु इदं तु अभ्यासकार्यमस्ति तावदेव अभ्यासस्य विषये एव चिन्तनीयम् अन्यस्य विषये चिन्तनं अस्तु अस्तु अभ्यासस्य एव आम् अर्तिपिपर्त्योश्च अभ्यासस्य एव ह्रस्वैकारादेशः पृ पृ सो प्रथम पृ इत्यस्य स्थाने ऋकारस्य स्थाने ह्रस्वैकार इत्युक्ते भगिनी वस्तुतः पृ धातोः विषये इदानीं मा चिन्तयतु यतोहि अग्रे पुनः आयास्यति अत्र केवलं ऋ धातोः विषये ऋ धातोः अस्तु अस्तु भगिनि अनन्तरं ऋ स्थाने ऋ इति अर्ति इति सूत्रे उक्तं ऋ धातोः उल्लेखितं भवति तत्र ऋ धातोः सूत्रेण अभ्यासस्य अन्त्यवर्णस्य ह्रस्व इकारादेशः भवति सो ऋ ऋ इति कृते ऋ प्रथम ऋकार अभ्यासस्य कृते ऋ स्थाने इकारादेशः इकारादेशः अभ्यासान्तस्य वर्णस्य स्थाने इदा इत् आदेशः न तु अभ्यासस्य पूर्णस्य अस्तु अत्र ऋ एव अस्ति सो ऋ स्थाने इ भवति अर्तिश्च पिपर्तश्च ओके तयोः इतरेतरद्वन्द्वः अर्तिपिपर्त्योः इति सूत्रे उक्तम् अर्तिपिपर्त्योः षष्ट्यन्तम् अस्तु अत्र लोपो अभ्यासस्य इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः अस्तु भृङ्यामित् अभ्यासस्य असवर्णे भृङ्ग लोपोऽभ्यासस्य ओ इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः अस्तु भृङ्यामित् इत्यस्मात् इत्यस्य निजान्त्रयाणां गुणः श्लौ इत्यस्य अनुवृत्तिः अस्तु अर्तिपिपत्योः च अङ्गस्य अभ्यासस्य इत् श्लौ परे श्लौ परे परः अस्ति चेत् अभ्यासस्य इकारादेशः ह्रस्व इकारादेशः इति अर्तिपिपर्त्योश्च इति सूत्रं वदति समीचीनं समीचीनम् अर्ति इत्यनेन तत्र ऋकारान्तधातोः उल्लेखः खलु उल्लेखः आम् आम् अर्ति इति ऋ धातुतः स्टिप् प्रत्ययं योजयित्वा ऋकारस्य गुणः यदा भवति अर् योगः ति अर्ति इति रूपम् वस्तुतः विकरणप्रत्ययः नास्ति विकरणप्रत्ययः अदादिगणवत् रूपं स्वीकृतमत्र अर्ति इति अदादिगणीयधातुः रूपम् ऋकारः अस्तु अस्तु विकरणप्रत्ययः नास्ति विकरणप्रत्ययस्य लुक् जातः अस्तु भगिनी तत्र किमर्थं दत्तमस्ति सुबन्त द्वावपि सुबन्तौ किमर्थम् अस्ति तथा पिपर्ति सुबन्तमेव खलु इक्ष्वपदार्थनिर्देशः इत्यनेन स्टिप् प्रत्ययः तत्र आर्धधातुकप्रत्ययः कृत् प्रत्ययः अस्ति स्टिप् अतः यद् लब्धं तत् प्रातिपदिकमस्ति अर्ति इति प्रातिपदिकं पिपर्ति इति प्रातिपदिकम् धन्यवादः इदानीम् अग्रे गच्छामः सरस्वती भगिनी भवती पठतु अग्रिमं सूत्रम् अभ्यासस्य आं भगिनि अभ्यासस्य सवर्णे अभ्यासस्य इवर्णस्य उवर्णस्य च स्थाने क्रमशः इयङ् उवङ् च आदेशो भवति न सवर्णः असवर्णः तस्मिन् असवर्णे अभ्यासस्य षष्ट्यन्तम् असवर्णे सप्तम्यन्तं द्विपदमिदं सूत्रम् अचिष्टधातु भुवां भुवोर्यङ्गुवङ्गौ इत्यस्मात् अचि युवोः यङ्गुवङ्गौ च इत्येषाम् अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अङ्गस्य अभ्यासस्य युवोः यङ्गुवङ्गौ असवर्णे अचि अभ्यासस्यास्य वर्णे अत्र अभ्यासस्य असवर्णे एवं भवति तर्हि यदि अभ्यासस्य ई वर्णः अस्ति अथवा उवर्णः अस्ति तर्हि तयोः स्थाने क्रमशः ई स्थाने इयं उ स्थाने उवङ् आदेशः भवति न सवर्णः असवर्णः नै समासः तस्मिन् असवर्णे अभ्यासस्य षष्ट्यन्तम् असवर्णे सप्तम्यन्तं द्विपदमिदं सूत्रम् अचिष्टधातु भ्रुवां भ्रुवो यङ्गुवङ्गौ इत्यस्मात् अचि तथा योः इयङ्गुवङ्गौ इत्येषाम् अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अतः अनुवृत्तिसहितसूत्रमस्ति अङ्गस्य अभ्यासस्य युवोः इयङ्गुवङ्गौ असवर्णे अचि तर्हि यदि अभ्यासः अस्ति तत्र ईवर्णः अथवा उवर्णः अस्ति तर्हि तत्र इयङ् उवङ्गः ई वर्णस्य स्थाने इयङ् आदेशः भवति उवर्णस्य स्थाने उवङ् आदेशः भवति नित् अस्ति अतः अन्तिम स्थाने एव भवति अन्तिमवर्णस्य स्थाने एव भवति तावत्पर्यन्तं वा अधिकं पठामि भगिनि न अत्र ऋधातोः सम्पूर्णतया एकवारं वदति किं भवति द्वित्वं भवति तदनन्तरं किं भवति इति एकवारं वदतु अस्तु ऋधातुः अस्ति तर्हि हु अत्र प्रथम तु श्लौ इत्यनेन द्वित्वं भवति अतः द्वित्वं भूत्वा रु एवं भवति इदानीं सूत्रं कार्यं करोति अर्ति पिपर्त्योश्च पिपर्त्योश्च इत्यनेन अभ्यासस्य इत्वं भवति अतः अभ्यासस्य ध्रुवर्णस्य इवर्ण भवति तदनन्तरम् इ उ भवति तदनन्तरम् इ आगच्छति अतः तत्र उरण्ड्रपरः इत्यनेन अण्ड्रपरः भवति अतः इ स्थाने इर् भूत्वा तत्र तदनन्तरं ऋकारः अस्ति अतः इर् रु एवं भवति हलादिः शेषः इत्यनेन हलः लोपः भवति हल् वर्णस्य लोपः भूत्वा तत्र रेफः तस्य लोपः भवति अतः इ एव अवशिष्यते तथा अभ्यासस्य इ पुनः ऋकार तु अस्ति एव अतः पुनः इ रु भवति इदानीम् एतत् पुनः द्वित्वं कृत्वा यथा वयम् अर्ति पिपर्त्योश्च वयं कृतवन्तः तदा अपि इ रु एव भवति उरण्ड्रपरः पुनः हलादिशेषः पुनः तदेव भवति ईरु इदानीं सूत्रं भवति अभ्यासस्यास्वर्णे अभ्यासे ईवर्णः अस्ति, अतः तस्य स्थाने इयङादेशः भवति। अत्र तु अभ्यासस्य स्थाने अस्ति, ईवर्णः केवलमस्ति, तर्हि अन्तिम एवं किमपि नास्ति, इयङ् पूर्णतया आगच्छति। तत्र नकारस्य हलन्त्यम् इत्यनेन लोपः भूत्वा अकार केवलम् उच्चारणार्थमस्ति, अतः इय अवशिष्यते, इय योग रु इ रु एवं भवति। सम्यक् सम्यक् सम्यक् इति सूत्रद्वयम् अस्ति अत्र अभ्यासकार्या अभ्यासे विशेष अभ्यासकार्य स्लौ परे जुहोत्यादिगणे अभ्यासस्य असवर्णे तु अन्यत्र अपि भवति, परन्तु अर्तिपिपर्त्योश्च इति केवलं स्लौ परे एव भवति। अस्तु, तर्हि इदानीं किञ्चित् अग्रे गच्छामः। एतावता कोऽपि प्रश्नः अस्ति वा? स्पष्टमिति मन्ये। अस्तु, इदानीं दुब्रे धातोः मीना भगिनी कृपया पठतु। पठामि भगिनि। डुब्रिञ्ज् धातोः चतुर्षु लकारेषु रूपाणि डुब्रिञ्ज् धातोः हलादि तत्र जकारः नास्ति भगिनि, डुब्रिय ब्रिय ब्रिञ्ज् न ब्रिय डुब्रिय डुब्रिय धातोः चतुर्षु लकारेषु रूपाणि हलादि पिच्सु सार्वधातुकार्धधातुकयोः इत्यनेन गुणः बिभृ योगः ति बिभर् योगः ति बिभर्ति तत्र गुणमेव भवति। अजादि पिच्सु अगेन् सार्वधातुकार्धजातुक इत्यनेन गुणः बिभृ आनि बिभर् आनि अकुप्याङ् इत्यनेन णत्वं भवति बिभराणि बिभर् आनि बिभराणि। हलादि अपिच्सु ङिति चेति सूत्रेण गुणनिषेधः भवति, किमपि कार्यं नास्ति। हलादि अपिच्सु ङिति चेति इत्यनेन गुणनिषेधः, किमर्थं कार्यं नास्ति, बिभृतः बिभृतः एव तिष्ठति। अजादि अपिच्सु इको यणच् इत्यनेन यण् आदेशः बिभृ योगः अति इको यण् ऋकारस्य रेपः भवति बिभ्र अति बिभ्रति इति रूपं भवति। अति डुब्रिया धातोः चतुर्षु लकारेषु रूपाणि अस्ति, तत्र हलादिपिच्सु सार्वधातुकातुर्यो धातु आर्धधातुकयोः इति सूत्रेण गुणः भवति, द्वित्वं कृत्वा तत्र बिभ्र योगः ति पित् अस्ति, बिब गुणः बिभर्ति इति रूपम्। अजादि पिच्सु तत्र आनि आवाम तत्र गुण द्वित्वं कृत्वा बिभृ आनि बिभर् आनि, तदनन्तरम् अक्कुप्वां नुमिति सूत्रेण नत्वं भवति बिभराणि। हलादि अपिच्सु हलाद्यपिच्सु ङिति चेति सूत्रेण गुणनिषेधः, किमपि कार्यं नास्ति, बिभृ द्वित्वं कृत्वा ततः बिभृतः। अजादि अपिच्सु इको इको यणचि अजादि अपिच्सु बिभृ अति तत्र प्रथमपुरुषे बहुवचने बिभृ द्वित्वम् अति ऋकारस्य रेप भवति बिभ्र अति बिभ्रति। किमर्थमत्र केवलम् इकोयणचि इत्यस्य कार्यम्, अन्यत् सूत्रं प्रसक्तं नास्ति वा? अजादि प्रत्यपरे बहूनि सूत्राणि सन्ति खलु, यदस्माभिः पठितं पूर्वं, सूत्राणि पठितानि। अति अजादि अपिच्सु किं तत्र अचिष्णुदातु तत्र अचिष्णुदातु इति तत्र कार्यं न करोति, तत्र तत्र उकारः धातु इकारः उकारः भवितव्यम् अथवा श्नु प्रत्ययः भवेत् तत्र नास्ति। अचिष्णुदातु सत्यम्। अतिषु न भवति, हुष्णु सार्वधातुके भवति वा? हुष्णु हुष्णुः धातु हूष्णु, तत्र हू क हू इति धातुः नास्ति तत्र, भृ भृञा इति नास्ति तत्र, श्नु एव प्रत्ययः नास्ति, तस्मात् तस्य सूत्रस्य प्रसक्तिः नास्ति अपि। लहि न, धन्यवादः, इदानीम् अन्य कोऽपि पठतु। उमा भगिनी न पठितम्, उमा भगिनी पठितुम् इच्छति वा? भगिनि कश्चन संशयः अस्ति। आम् भगिनि, ऋधातोः विषये यथा द्वित्वानन्तरं ऋरु यदि इति स्थितौ, अत्र उरत् इत्यस्यापि प्रसक्तिः अस्ति, तत् प्रबाध्ये एव इदानीम् अर्थिपिपर्त्योश्च सूत्रं कार्यं करोति वा? यथा भृ धातोः कृते भृञामित् उरत् प्रबाध्ये कार्यं करोति, तथा तथैव वा? आमाम् इति वक्तव्यम्। उरत् इति सामान्यसूत्रमस्ति, परन्तु विशिष्टसूत्रे अत्र विशिष्टसूत्रमस्ति अर्थिपिपर्त्योश्च, तर्हि अनेन सूत्रेण ऋकारान्तधातोः अन्त्य अभ्यासस्य ह्रस्व इकारादेशः भवति इत्यत्र उक्तम्। यदि अत्र उरत् इत्यस्य कार्यं जायते तदानीं ऋकारः एव न अवशिष्यते खलु? न जायते। आम् इत्युक्ते अत्र उरत् इत्यनेन अ इति जायते, अर् अर् अर् रेपः गच्छति, अर् इति अस्ति। अस्यां स्थितौ अर्तिपिपर्त्योश्च इत्यनेन अकारस्य स्थाने इकारादेशः इति वस्तुतः इति अभ्यासस्य प्रसङ्गे तत्र मया दृष्टम्, एवम् उरत् इति कृत्वा अपि कुर्मः चेत् क्लेशः न भवति, यतोहि अकारस्य स्थाने ह्रस्व इकारादेशो भवतु, तेन कः क्लेशः खलु? अन्तिमवर्णस्य इति एव उक्तम्, अतः अन्तिम ऋधातु इदानीमपि ऋधातुः एव अस्ति खलु, ऋधातोः अभ्यासस्य अन्तिमवर्ण इति कृत्वा उरत् इति कृत्वा अपि कुर्मः चेत् क्लेशः न भवति, परन्तु अत्र मातृभिः एवम् उच्यते, तत्र प्रबाद्य अस्ति इति उक्तं मातृभिः, परन्तु यदा वयं प्रष्टुं शक्नुमः किमर्थम् उरत् इति सामान्यसूत्रं भवतु तत्पश्चात् विशेषसूत्रं कार्यं करोतु इति वयं पृच्छामः चेत् क्लेशः न जायते। धन्यवादः भगिनि। अस्तु, तत्र किम् उमा भगिनी पठितुम् इच्छति वा? पठामि। लङ्गि श्रूयते वा? आमां श्रूयते, पठतु। लङि स लोपः, स लोपः अभिभृ योगः सार्वधातुक आर्धजातकयोः सूत्रेण अभिभर् गुणातिष्ठे त लोपः अभिभर् करवसानियोगविसर्जनीयः इत्यनेन स लोपः केन सूत्रेण अग्रे दत्तमस्ति खलु, हल्नियाभ्यो दीर्घ सुतिश्च कृतं हल्, हल्नियाभ्यो दीर्घ सुतिश्च कृतं हल् इति सूत्रेण त लोपः स लोपः द्वयोः अपि स लोपः अभिभर् करवसामयविसर्जनीयः इत्यनेन विसर्गादेशः अभिभः तथैव अभिभृ योगः स अभिभर् योगः स लोपः हल्याद्योगीगस्तुतिशतं हल् इति सूत्रेण स लोपः अभिभर् अभिभः रेफः विसर्गः सर्वसाधारणविसर्जनीयः इति सूत्रेण तु अभिभः इति आगच्छति। अग्रे सूत्रं पठतु, अन्याभ्यो दीर्घासुतिस्य प्रथम अन्याभ्यो दीर्घासुतिस्य सूत्रं हल् इत्यनेन लङ्लकारे प्रथमपुरुषे अपृत्तसंज्ञकस्य स प्रत्ययस्य लोपः, तथैव च मध्यमपुरुषे सप्रत्ययस्य लोपः हलियादि दीर्घापृष्टं हल् सूत्रेण लङ्लकारे प्रथमपुरुषे अपृष्टसंज्ञकस्य सप्रत्ययः सप्रत्ययस्य लोपः भवति, मध्यमपुरुषे सप्रत्ययस्य लोपः भवति. इदानीम् अहं प्रष्टुमिच्छामि. इदानीम् एतानि सूत्राणि दत्तानि खलु, हल्न्याभ्यो दीर्घसूत्रस्य प्रत्यं हल्, करवासानयो विसर्जनीयः, जुसि च इति एतानि सूत्राणि परिचितानि खलु, अतः पुनः पठनीयं वा किं वदन्ति भवन्तः? एकवारं पठामः वा नो चेत् अग्रे गच्छामः? अनुवृत्तिसहितसूत्रमपि सूत्रार्थः वक्तुं शक्यते. अस्तु अस्तु अस्तु भगिनि, प्रथमवाक्यं सूत्रस्य प्रथमवाक्यम् अनुवृत्तिसहितसूत्रं पठतु. हलन्तात् दीर्घाबन्तात् च सु सि सि इत्येषाम् अपृष्ट सम्यकस्य हलः लोपः, लोकमेव अस्ति, एकमेव सु सि सि अस्ति, तदेव लोपः भवति, दट् इस् अपृक्त अपृक्त सम्यक् अनुवृत्तिसहितसूत्रम् अनुवृत्तिसहितसूत्रं दीर्घात् हल्याभ्यो सुतिसि अपृक्तं हल् लुप्यते, दीर्घात् हल्याभ्यो सुतिसि अपृक्तं हल् लुप्यते, सुतिसि अपृक्त अपृक्त प्रत्ययः तु एतेषां हल हल हल् वर्णाः सूत्रेण लोपः भवति. समीचीनं, सम्यक् भगिनि, धन्यवादः. विजया भगिनी अग्रे पठति वा, पठितुम् इच्छति वा? विजया भगिनि अथवा शृणोति वा केवलम्? पठामि महोदय. पठतु पठतु. अपृक्ते एकल् प्रत्ययः यस्य प्रत्ययस्य एकैव अल् तस्य अपृक्तसंज्ञा भवति. एकश्च असौ अल् एकाल् कर्मधारयः, अपृक्तः प्रथमान्तम्, एकाल् प्रथमान्तं, प्रत्ययः प्रथमान्तं, त्रिपदमिदं सूत्रं, सूत्रं स्वयं सम्पूर्णम्. एकाल् प्रत्ययः अपृक्तः, अपृक्तः इत्युक्ते एकः वर्णः एव अपृक्त, एकः अल्वर्णः एव अस्ति चेत् अत्र अपृक्तसंज्ञा इति भवति. प्रत्ययं वयं जानीमः अल्याभ्यो दीर्घात् सूति इति अस्ति अत्र, एतदेव अत्र अपृक्त एकाल् प्रत्ययः. अत्र अपृक्तः प्रथमान्तम्, अनन्तरम् एकाल् अपि प्रथमान्तं, प्रत्ययः प्रथमान्तम्, अतः तत्रैव आदेशः आगमः भवति इति, नामकरणमपि तत्रैव भवति. एतत्तु त्रिपदमिदं सूत्रं, सूत्रं स्वयं सम्पूर्णम्, अतः तत्र अनुवृत्तिसहितसूत्रं नास्ति एव. अग्रे करवसानयविसर्जने प्रथमवाक्यम् अन्तिम अनुवृत्तिः. आम् आम् आं महोदय, करवसानयोर्विसर्जनीयः, वयं सर्वे एतत् प्रसिद्धसूत्रमस्ति अस्ति, यत्र यत्र करावसानयोर्विसर्जनीयः अस्ति तत्र प्रायः ससजिषोरुः इत्यपि आगत्य कार्यं करोति पादचर्येण. इदानीमत्र पदान्ते स्थितस्य रेफस्य स्थाने विसर्ग आदेशः भवति, करि अवसाने च परे यत्र कर् वर्णः अवसाने अस्ति तस्य समये विसर्गः अस्ति चेत् अत्र रेखस्य स्थाने विसर्गः भवति इति एव करावसाने यत् विसर्जनीयः इति सूत्रं वदति. अत्र अनुवृत्तिसहितसूत्रं रः पदस्य विसर्जनीयः करावसानयोः संहितायां यत्र संहिता कर्वर्णे अस्ति अत्र रः अस्ति चेत् रेपः अस्ति चेत् तत् स्थाने विसर्जनीयः कर्वर्ण अवस्थायामेव अन्ततो गत्वा अन्तिमवर्णः रेपस्य स्थाने विसर्गः आगच्छति इति वयं जानीमः. एतत् बहु प्रसिद्धसूत्रमस्ति. हरुवर्णः अवस्थानवस्थायाम् अस्ति इति न, हरिपरे अथवा अवसाने इति निमित्तद्वयं करवसानयोः इति तत्र द्विवचने अस्ति. आम् षष्ठी द्विवचने एव. षष्ठी नास्ति, सप्तमी. सप्तमी द्विवचने करवसानयोः इति परं करिपरे अथवा अवसान अवस्थायाम्. अवसानावस्थायां पदान्ते रेपः चेत् विसर्गादेशः भवति इति अस्ति. अस्तु, समीचीनम्. अग्रे अपि पठतु. जुसि अत्र जुसि गुणः अभिप्रु अभिभ्रूयोः जि अस्ति सिजभ्यस्त विधिभ्यश्च इत्यनेन जि प्रत्ययस्य स्थाने दिस् दिस् आदेशः भवति. अभिभ्रु योः उ जुसि च इत्यनेन इगन्त अङ्गस्य गुणः. अभिबर् योः उः अभिबरुः इति भवति. अत्र सिजभ्यस्त विधिभ्यश्च इति सूत्रेण द्विस्थाने पूर्णतया जुस् आदेशः भवति. अत्र सुटु इत्यनेन चकारः इति भवति. उकारः उच्चारणार्थः, सकारः तु अत्र हलन्तिं तस्य लोकारः उच्चारणार्थः नास्ति. अवशिष्यते. आमामाम्, उस् एव अवश्य अवशिष्य क्षम्यतां महोदय, उस् एव अवशिष्यते. अतः तत्र सकारस्य स्थाने न विभक्तु तुस्माः इत्यनेन अत्र सकारस्य हित् न भवति. अतः तत् स्थाने ऋत्वविसर्गो भूत्वा रेपः विसर्गः भवति. अतः तत्र अभिभ्रु योगः उः इति भवति. इदानीं वयं जानीमः जुसि च इत्यनेनैव अत्र गुणः भवति. अत्र सार्वधातुक अर्धधातुकयोः पुहन्तलघुपदस्य किमपि अत्र कार्यं नास्ति. एतत्तु अत्र विशेषेण जुसि च इति सूत्रेण एव इक् अङ्गस्य गुणः भवति. अभिबर् योगः अत्र ब्रू ऋकारस्य स्थाने अर् भवति. अतः अभिबर् योगः उः भवति. अतः अन्ततो गत्वा अभिबरुः इति भवति महोदय. हा, सम्यक्, धन्यवादः भगिनि. इदानीं जुसि च इति सूत्रं पूर्वमेव पठितम्, अतः इदानीं रूपाणि वयं साधयामः. तत्र किं शोभा भगिनी वदति वा लटि? प्रयत्नं करोमि भगिनि. इदानीं लटि तत्र धातुः बृ धातुः, बृ धातुः द्वित्वानन्तरं बृ, इदानीं बिभ्रु इति भवति खलु, बिभ्रु. बिभ्रु इति धातुः तर्हि केन सूत्रेण, केन सूत्रेण तत्र किं भवति बिभ्रु इत्यत्र? हा, तत्र आरम्भे दृष्टं यत् क्षमतां डुभ्रु इति धातोः सूत्राणि तत्र इत्युक्ते तत्र भ्रुवां मित् इत्यनेन अभ्यासस्य इकारादेशः भवति इत्यनेन, अपि च उरत् इत्यस्य कार्यं न भवति. भ्रुवां मित् इत्यनेन इकारादेशः. तर्हि तदनन्तरं अत्र इत्युक्ते बभ्रु इति बभर् इति न भवेत् इति एतस्य आवश्यकता अस्ति इति दृष्टमासीत्। तदनन्तरं किं सूत्राणि दृष्टवन्तः इदानीं तत्र उत्तरं दत्तवती वा भगिनी? न, ब्रु ब्रु इति द्वित्वं भवति, तदनन्तरं किं भवति? ब्रु ब्रु इति तत्र ऋकारस्य इकारादेशः भवति, बिभ्रु इति भवति सूत्रेण। तदेव तत्र ब्रियामित् इति सूत्रं पठितं खलु, ब्रियामित् ब्रुवामित् इत्यनेन इकारादेशः भवति। अनन्तरम् अभ्यासे चर्चा इत्यनेन ह्रस्वत्वं बिभ्र। हा आमां, क्षम्यतां, ब्रुवामित् इत्यनेन अभ्यासस्य ह्रस्वः इकारादेशः भवति स्वपरे। तदनन्तरं ह्रस्वत्वं ह्रस्वत्वम् अपि भवति ह्रस्वः इत्यनेन, तर्हि बिभ्रु इति धातुरूपं भवति। तदनन्तरं तत्र अस्तु, इदानीं लटि रूपाणि तीतः अन्ति इति अतितः अतीतः अति, हा तत्र एकवचने तीति तु पित् अस्ति, तत्र गुणः भवितुम् अर्हति। इदानीं बिभ्रु योगः इ अजादि पित् भवति, तत्र सार्वधातुक अर्धधातुक धातुकयोः इत्यनेन गुणः भवति, बिभ्रु बिभर् इति भवति गुणः भूत्वा, बिभर् योगः ति बिभर्ति तावदेव तत्र इति मन्ये। तदनन्तरं हा तः बिभ्रु योगः तः बिभ्रुतः, तत्रापि तत्र हलादि अपित्सु किमपि न, क्निति चैतनेन गुणनिषेधः बिभ्रुतः इति भवति। बिभ्रुयोगः अति, इदानीम् अजादि अपित् अस्ति, अजादि अपित् अस्ति चेत् अत्र इको एणचि इत्यनेन यणः प्रसङ्गः अस्ति, यतोहि तत्र धातुः इगन्तः नास्ति उगन्तः नास्ति, अतः बिभ्रुः बिभ्रुयोगः अति ऋकारस्य यणादेशः भवति, तर्हि आ इति तत्र ऋकारस्य आ इति एव किं क्षमतां यणादेशः खलु, रेफः भवति, तर्हि किं बिभ्रु रेपः बिभ्रुयोगः रेपः भवति खलु, अति रति इति भवति। इदानीं किं भवति तत्र भगिनि, बिभ्रुयोगः ऋकारस्य स्थाने रेपः तावदेव, ऋकारति अस्तु, क्षम्यतां, बिभ्रति बिभ्रति इति भवति अस्तु। इदानीं सि इति तत्र बिभ्रुयोगः सि, तत्रापि किं हलादि पित् अस्ति, अतः गुणः तत्र हलादि पित् इति गुणः सार्वधातुक अर्धधातुकयोः इत्यनेन बिभर्सि इति भवति, बिभ्रुयोगः बिभर्सि न, इतोपि अस्ति कार्यं बिभर्सि इति न, तत्र सकारस्य किं बिभर्सि, तदनन्तरं सि बिभर्षि, क्षम्यताम्, आदेशप्रत्ययोः इत्यनेन बिभर्षि इति भवति। निमित्तं किम् अस्ति षत्वस्य? बिभर् इति तत्र रेपः अस्ति खलु, रेपः कुत्र अस्ति, इन्कोः मध्ये अस्ति खलु, इन्कोः मध्ये अस्ति, हा बिभर् योगः सा योगः इ भवति तत्र, हा इण्कोः इत्यनेन तत्र आदेशप्रत्ययोः इत्यनेन षकार मूर्धन्य षकारादेशः भवति। अपि च बिभ्रुयोगः थः, तत्र तु अपित् हलादि अन्यत् कार्यं नास्ति, बिभ्रुतः थः इति भवति, बिभ्रुयोगः था तत्रापि बिभ्रुथा इति एव भवति। इदानीं मि इति तत्र अपित् अस्ति, अतः गुणस्य प्रसक्तिः अस्ति, बिभ्रुयोगः मि इदानीं बिभर्मि इति भवति तत्र तदेव सार्वधातुक अर्धधातुकयोः इत्यनेन बिभर्मि इति भवति. बिभ्रुयोगः वः तत्र कार्यं नास्ति, बिभ्रुवः बिभ्रुमः इति भवति. सम्यक् सम्यक्, धन्यवादः. धन्यवादः. इदानीं लोट्लकारे लक्ष्मी भगिनी वदति वा? आं भगिनी वदिष्यामि. इदानीम् अङ्गमस्ति बिभ्रु इति, अत्र इकारः अर्ति पिपर्त्योश् न ब्रियामित् इत्यनेन इकारादेशः अपि भूत्वा अङ्गं बिभ्र इति अस्ति. बिभ्रुयोग तु अपित् अस्ति, गुणकार्यं सम्भवति सार्वधातुकार्थधातुकयोः. पित् अस्ति, क्षम्यताम्, सार्वधातुकार्थधातुकयोः इत्यनेन गुणकार्यं बिभर्तु. तात् इत्यत्र अपित् अस्ति, तर्हि बिभ्रयोग तात् केवलं वर्णमेलनं. बिभ्रतात् जलं चषुन्ते, बिभ्रताद् वावसाने बिभ्रतात्. बिभ्रयोग तां केवलं वर्णमेलनं, बिभ्रतां समानकार्यं बिभ्र बिभ्रताम्. अतु इति अस्ति, अतु अदभ्यस्तात् इत्यनेन अतु इति अङ्गमस्ति. तर्हि अत्र बिभ्रयोग अतु इको यणच् इत्यनेन यणादेशः सन्धिकार्यमपि भूत्वा बिभ्रतु इति रूपं. मध्यमपुरुष एकवचने हि तात् इति प्रत्ययौ, तर्हि बिभ्रयोग हि बिभ्रहि, बिभ्रयोग तात् बिभ्रतात्, जलां जशन्ते बिभ्रताद् वावसाने बिभ्रतात्. द्विवचने बहुवचने अपि समानकार्यं बिभ्रतं बिभ्रता. उत्तमपुरुष प्रत्यये परेषु बिभ्रयोग आनि आव आम, बिभ्रयोग आनि अत्र सर्वे पितः, अतः बिभर् गुणकार्यं सार्वधातुकार्थधातुकयोः. बिभराणि नत्वमपि सम्भवति अट्कुं वाम्नुं व्यवायेपि सूत्रेण. बिभ्रयोग आव बिभराव बिभराम इति रूपाणि गुणकार्यं भूत्वा. उत्तमं भगिनि, धन्यवादः. उत्तमं, तर्हि अरुणा भगिनी वदति वा लङ्गि? आं भगिनि, प्रथमं अङ्गमस्ति बिभ्रु, तदनु प्रथमम् अडागम भवति ऋं ऋं षुड अनुदात्त सूत्रेण अबिभ्रु भवति. अबिभ्रु योगः तात् गुण भवति अबिभ्रो अबिभर् अबिभर् ऐम् सारी अबिभर् अबिभर् तकारलोप भवति हल्नाभ्यो सूचित अपत्हलि सूत्रेण. तदनन्तरं थम् न न अबिभर् इदानीं किमस्ति अत्र रेपस्य का गतिः अबिभर् दकार आगच्छति हरवसानयो विसर्जनीयः इत्यनेन विसर्गः रेपस्य विसर्गः अबिभः. ओके तकारलोपः भवत् ओके. तदनन्तरं ताम् ताम् अबिभ्र केवलं वर्णमेलनमेव अभिभृताम् अभिभृताम् अभिभिभ्रुः युः उः भवति उः अजादि जुषि च एतस्य गुणः भवति अभिभर् अभिभरुः अभिभरुः सम्यक् अभिभरुः अभिभरुः मध्यमपुरुषे अत्रापि गुणः भवति अभिबर् अभिभिः अभिबः अभिभवः भवति सकारलोपः अभिभत्तम् अभिभृत आम् अस्ति आम् पित् अस्ति गुणः न भवति पित् अस्ति चेत् किमर्थं गुणः न भवति पित् अस्ति खलु गुणः भवति आम् अभिभ्रराम् अभिभराव नो अभि ब्रुवा अभिब्रुम अभिब्रुव अभिब्रुम अस्तु सम्यक् समीचीनं सूर्यकुमारी भगिनी विधिलिङ्गकारे एकवचने अभिबरम् सर्वान् प्रत्ययाः अपित् अस्ति वर्णमेलनमेव पित् न अपित् अपितः अपितः अङ्गमस्ति बिभ्रु वस्तुतः नितः वस्तुतः नितः इति वक्तव्यं यासु परस्मैपदेषु उदात्तो निच्च नितः सर्वे प्रत्ययाः नितः आमां गुणना भवति बिभ्रुयात् बिभ्रियाद् बिभ्रियातां बिभ्रियुः बिभ्रियाः बिभ्रियातं बिभ्रियात बिभ्रियां बिभ्रियाव बिभ्रियाम सम्यक् सम्यक् समीचीनं तर्हि इदानीं तत्र परस्मैपदीरूपाणि अपि सन्ति खलु लटि परस्मै आत्मनेपदीरूपाणि अपि सन्ति तत्र लति आत्मनेपदीरूपं किम् उषाभग्नि वदति वा अस्तु प्रयत्नं करोमि भगिनि भृ धातु आत्मनेपदी भृ ते आते अते ते आते अते सर्वे प्रत्ययाः अपित् प्रत्ययः गुणकार्यं नास्ति बिभृ इति अङ्गं बिभृ योगः ते गुणकार्यं नास्ति बिभृते बिभृते एव भवति बिभ्रयोगः आते अपित् प्रत्ययः अपित् प्रत्ययः अजादि अपित् बिभ्रयोगः आते इको एणचि एव कार्यं करोति बिभ्रयोगः आते इकार ऋकारस्य स्थाने रेपः भवति बिभ्राते बिभ्राते बिभ्रयोगः अते इको एणचि ऋकारस्य स्थाने रेपः बिभ्रते अनन्तरं मध्यमपुरुष मध्यमपुरुष एकवचनं से एकवचनं द्विवचनं बहुवचनं से आते द्वे तत्रापि अपित् प्रत्ययः गुणकार्यं नास्ति बिभ्रयोगः से बिभ्रयोगः से गुणकार्यं नास्ति इत्यनेन बिभ्र बिभ्र षे भवति ऋकारः आदेशप्रत्ययोः इत्यनेन बिभ्रषे भवति बिभ्रयोगः आथे इको एणचि एव कार्यं करोति ऋकारस्य स्थाने रेपः बिभ्रा बिभ्राथे बिभ्रयोगः द्वे अपित् अपित् प्रत्ययः हलादि कार्यम् अपि नास्ति बिभ्रुद्वे बिभ्रुद्वे ये वहे महे अत्रापि गुणक ये बिभ्रयोगः ये गुणकार्यं नास्ति बिभ्रयोगः ये इको एणचि एव बिभ्रे बिभ्रे भवति बिभ्रे बिभ्रयोगः वहे बिभ्रुवहे बिभ्रुमहे सम्यक् सम्यक् समीचीनम् उमा भगिनी लोट्टि वदति वा अस्ति वा भगिनी उमा भगिनि वदतु नोटि आत्मनेपदी रिमूविङ्ग् वदामि वक्तुं न शक्नोति वा श्रूयते वा वदतु श्रूयते श्रूयते झटिति वदतु बिभ्रूप्रस्तां बिभ्रुतां बिभ्रुवातां विक्रयणसि बिभ्रुवा बिभ्रु आतां न बिभ्रु आतां न सम्यक्तया वदतु बिभ्रु आतां न न बिभ्रु प्लस् आतां बिभत्तां बिभ्रातां बिभर्तां न बिभ्रातां ऋकारस्य स्थाने रेपः अतः ब्र ब्र ब्रा भ्रातां बिभ्रातां बिभ्रातां बिभ्रतां बिभ्रु प्लस् सर्वं अत्र मध्यपुरुषे अपि अपि तस्ति सो बिभ्रु प्लस् स्वर् विकारस्थाने न बिभर्ष्व न बिभृष्व बिभृष्व केवलं षत्वं गुणः नास्ति अपि सर्वमपि बिभस्व बिभृष्व बिभर् किं भवति किं कार्यं बिभ्रुयोगः आत्थां किमस्ति कार्यम् अत्र बिभ्रु विकारस्य स्थाने इकोयनचि तावदेव ऋकारस्य स्थाने रेपः बिभ्रातां ऐ आवसै अमहे सर्वे पित् अस्ति तस्मात् बिभ्रु प्लस् ऐ पित् अस्ति चेत् किं भवति गुणा भवति साधुदत्तकान्तस्य बिभ्रु बिबर् बिबर् प्लस् ऐ बिबर् बिबरै बिभ्रावहै बिभ्रामहै बिभ्रा न बिबरावहै बिबरामहै गुणः बिभर भरावहै भरामहे अस्तु समीचीनं तर्हि इदानीं लङ्गी किं विजया भगिनी वद वक्तुमिच्छति वा झटिति आगच्छतु अथवा गतवती वा अस्ति वा न न अस्मि एव वदतु वदतु अत्र लङ् लकारः अस्ति अत्र सर्वत्र लुङ् लुङ् लुङ्क्ष्टु अडुदातः इत्यनेन अत्र अडागमः भवति अनन्तरं भ्रू एव धातु अस्ति अनन्तरम् अत्र अत्र रेप् ऋकारः उरत् इति सूत्रेण न तत् सर्वं जातम् अभिभ्रु इति अङ्गम् अभिभ्रु इति अङ्गम् अनन्तरं तत्र तकारयोजनेन अत्र त इति प्रत्ययः तकारः नास्ति त इति प्रत्ययः सम्पूर्णं महोदय त इति प्रत्ययेन अभिभृत इति एव भवति अनन्तरम् अत्र अभिभ्रू इति अस्ति अत्र किं भवति अत्र गुणः भवति इको यदचि इदानीमेव भवत्या उक्तम् अतः तत्र अभि ब्रा इति भवति अभि भ्राताम् इति भवति अनन्तरमत्र अभिभ्रत इदानीमत्र किमपि कार्यं नास्ति किमस्ति चेत् तत्र करावसानयोर्विसर्जनीयः इत्यनेन विसर्गः भूत्वा अभिभृताः इति अवतिष्ठति. अनन्तरं पूर्वं वयं दृष्टवन्तः अभिभ्रास्थाम्. अनन्तरम् अत्र द्वम् अस्ति. अत्र अत्र किमस्ति अभिभ्रु द्वं योजनेन अभिभृद्वम् इति भवति. अनन्तरम् अत्र किं भवति अत्र अभिभ्रु इति भवति. तत्रापि इको एनर्जि इत्यनेन प्रा भवति अभि भ्रमि इति भवति. अभिभ्रमि इति भवति भ्रमि न अभिभ्रि न न मि योजनेन अभि मी नास्ति ई इति प्रत्ययः ई वहि महि अतः तत्र ई योजनेन अभिभ्री एव भवति. ई योजनेन इदानीं वहिमपि अत्र अपि किमपि कार्यं नास्ति. अभिभ्रु एव तिष्ठति. वहि महि योजनेन अभिभ्रु वहि अभिभ्रु महि इत्येव भवति. सम्यक् सम्यक् धन्यवादः. तत्र किं लक्ष्मीभगिनी वदति वा विधिलिङ्गि? आं भगिनि. सर्वे अपितः अतः केवलं वर्णमेलनमेव भवति. बिभ्रुयात् बिभ्रुयाद् बिभ्रुयातां बिभ्रुयात्मनि क्षम्यतां क्षम्यताम् आत्मनेपतिरूपाणि ता यातां ईरन् ईरन् ईत ईयातां ईरन् अतः अत्र बिभ्रयोग ईत अत्र इको यणचि कार्यं कृत्वा बिभ्रीत ईयाताम् इत्यत्रापि इको यणचि बिभ्रीयातां बिभ्रीरन् इको यणचि सर्वत्र इको यणचि एव सम्भवति. ईथाः ईयाथाम् ईध्वम् अत्र बिभ्रीथाः बिभ्रीयाथां बिभ्रीध्वम् ईय ईवहि ईमहि इत्यत्रापि इको यणचि बिभ्रीय बिभ्रीवहि बिभ्रीमहि इति रूपाणि. सम्यक् सम्यक् इति भ्रूधातोः रूपाणि साधितानि. अत्र स्थगनं कुर्मः. समयः अपि अतीतः. अत्र सम्यक्तया बोधः जायमानः इति भाति. कश्चन धन्यवादः. असवर्णे सूत्रे अत्र असवर्णे इत्यस्य का प्रसक्तिः अस्ति भगिनि? कोऽपि कापि असवर्णे इत्यत्र सवर्णवर्णः अस्ति चेत् कार्यं न भवति. सवर्णवर्णः अस्ति चेत् इको एणचि इत्यस्य किम् अकासवर्णे दीर्घः इत्यस्य प्रसङ्गः भवति खलु. दीर्घत्वं भवति. इदानीं तत्र ई योगः ऋ इति अस्ति. ई योगः ऋ इत्यत्र ई योगः ई इति अस्ति चेत् अभ्यासस्य सवर्णे इति कार्यं न करोति. ओके. तादृश ई धातोः विषये अस्य सूत्रस्य कार्यं नास्ति. ई धातोः ई इति यदा अस्ति तदानीम् अभ्यासस्य असवर्णे इत्यनेन कार्यं नास्ति. यतोहि ई इति उभत्र अस्ति. तत्र दीर्घत्वमेव सम्भवति इति. ओके. हा अस्ति अस्ति असवर्णे इति. धन्यवादः. अस्तु तर्हि धन्यवादः. नमस्कारः. धन्यवादः भगिनि. नमस्कारः. नमस्कारः. धन्यवादः. नमस्कारः.